महालक्ष्मी अस्ति खलु महालक्ष्मी अनिल् महोदय आरम्भं कर्तुं शक्यते एनाक्षरसमाम्नाय एकनिमिषम् एतत् इदानीं पश्यतु आम् अहं वदामि मा अन्म्यूट् पण्णु मुडील माम् एदो प्राब्लम् स्ट्रक् आयितु पठिकरम् अस्तु पठतु पठतु महालक्ष्मी पठतु एनाक्षर एनाक्षर ॐ श्रीगुरुभ्यो नमः एनाक्षरसमन्मायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन दातो गिरा इदनो वन्दिर्ते मा कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन दातो इदेतो पुदु श्लोक मम येन दौता गिरः पुंसां विमलैशब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः अस्तु अत्र पूर्वं वयं दृष्टवन्तः सुपि च बहुवचने जल्येत् बहुवचने जल्येत् अत्र सुपि च इति अत्रापि अदन्तस्य बहुवचने जल्येत् अपि अदन्तस्य अन्ते अन्ते स्थितस्य अकारस्य अकारस्य अत्र सुपि च इति स्वीकुर्मः चेत् अदन्तस्य अङ्गस्य स्थितस्य अकारस्य दीर्घ आदेशः भवति सुपि च अतः एव अत्र रामाणाम् इति तादृशं भवतु बहुवचने जल्येत् कुत्र भवति अदन्तस्य अन्ते स्थितस्य अकारस्य एकारादेशः भवति रामे अकारस्य स्थाने एकारः श्रूयते अनन्तरम् आद्गुणः वृद्धिरेचि कुत्र कार्यं करोति अत्र एतत् विषये किञ्चित् चर्चितवन्तः अनन्तरम् अत्र विप्रतिषेधे परं कार्यम् इत्युक्ते यत्र धातोः प्रसक्तिः एकस्मिन् स्थले अस्ति चेत् धातोः प्रसक्तिः द्वयोः धातोः प्रसक्तिः एकस्मिन् स्थले अस्ति चेत् तत् स्थाने विप्रतिषेधे परं कार्यम् आगत्य किं सूत्रं प्रथमम् आगन्तव्यम् इति वदति एतत् विषये चित्रमपि अस्ति पश्यतु वयं दृष्टवन्तः अनन्तरं पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः इति अस्ति अत्र पूर्वसूत्रमस्ति चेत् परसूत्रं बलीयः भवति परसूत्रं बलीयः अस्ति चेत् नित्यसूत्रं नित्यसूत्रं बलीयः अस्ति चेत् अन्तरङ्गसूत्रम् अन्तरङ्गसूत्राणाम् उत्तर उत्तरो बलीयः तदैव भवति अत्र अनन्तरं सुद्वादिभ्यः सह अत्र पुगन्तलघुपदस्य च आगन्तुं शक्यते पुगन्तलघुपदस्य प्रसक्तिः भवति परन्तु अत्र तुदति इति न भवति तोदति इति भवति अतः तत्र तुदादिभ्यः सह इत्यनेन कर्तरिशप् बाधित्वा अकारस्य स्थाने तदैव तिष्ठति तुद्योगः अयोगः ति तुदति एतदेव इष्टरूपं तोदति इति अनिष्टरूपम् अनन्तरम् अत्र पुगन्तलघुपदस्य च अनन्तरं नित्य नित्यात् अपि अन्तरङ्गबलियः इति वयं दृष्टवन्तः अनन्तरम् अत्र लोपो व्योर्वलि लकार वकारयोः अत्र किमस्ति वकार यकारयोः लोपः भवति इति अनन्तरं चोः स्टूडनुनासिके इत्यनेन सूट् आगमः भवति पुगन्तलघुपदस्य च अन्तिमवर्णस्य पूर्वं स्थितस्य वर्णस्य लोपः भवति इति वयं दृष्टवन्तः अनन्तरम् अत्र युको एनर्जि अनन्तरम् अत्र त्रिचतुस्रु त्रियां त्रिचतुस्रु अत्रैव उत्तरम् अस्ति अतः अत्र किञ्चित् परिवर्तनम् अभवत् एव अनन्तरम् अत्र निमित्तिकम् अङ्गकार्यं किं भवति इति आदेशप्रत्ययोः इत्यनेन अत्र वयं दृष्टवन्तः. आदेशप्रत्ययोः धातोः उपदेशे एजन्तधातोः आत्वं नातु शिति आत् उपदेशे एतदेव परिभाषासूत्रमपि अत्र वयं दृष्टवन्तः अपवादानाम् अन्तरङ्गविषये. अनन्तरम् अत्र एतत् धातवः अपि दृष्टवन्तः. मोनुस्वारः पदान्ते एव भवति, अत्र समस्सुटि अपि कार्यं करोति इति वयं दृष्टवन्तः. अनन्तरं भो भो भो बहो अगो अपूर्वसि इत्यनेन यक य अत्र य आदेशः भवति. अनन्तरम् एतत् या तु लोपः शाकल्यसय इत्यनेन अत्र लोपः भवति. अनन्तरं पूर्वत्र सिद्धम् इति अपि एतत् पुनरपि पुनरपि अत्र पठनीयमेव. अनन्तरमेव एतत् मनसि आगच्छति एव. अनन्तरम् अत्र वर्णात् अङ्गं बलियः इति वयं दृष्टवन्तः. इको एनचि अनन्तरं एचो यवा यवः. अनन्तरम् अकः सवर्णदीर्घः इति अत्र स्वीकुर्मः चेत् अत्र प्रतयः इति आगच्छति. अतः तत्र एतत् अनिष्टरूपं भवति. इदानीम् अत्र षष्टमकालः अभ्यासः इति भवति. अत्र शक्नुवन्ति इति अस्ति, अत्र कार्यमस्ति शक्नुवन्ति इति. उकारः अस्ति, अन्ति इति अस्ति, परन्तु अत्र अचिष्णुधातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ इत्यनेनैव अत्र सन्ति त्रीणि तिङन्तरूपाणि. अत्र अनिल् महोदय पठतु. आम्, अत्र सन्ति त्रीणि तिङन्तपदानि, शक्नु योग अन्ति शक्नुवन्ति, चिनु योग अन्ति चिनुवन्ति, कुरु योग अन्ति कुर्वन्ति. एषां रूपाणां निष्पादनार्थम् अधः प्रासङ्गिकसूत्राणि दत्तानि. बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम्. वर्गे अस्मिन् विषये चर्चिष्यामः. तत्पश्चात् अत्रैव समाधानं लेखिष्यते. तेषां रूपाणां निष्पादनार्थम् अधः प्रासङ्गिकः सूत्राणि दत्तानि. अत्र एतत् आगच्छति एव अग्रे. अत्र आगच्छति एव अचिष्णुधातु ब्रुवाङ् योर् यङ् वङ् अत्र पश्यामः. इदानीम् अत्र बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति, केषां च बाधा भवति, केन सूत्रे केन सूत्रः अत्र क्रमेण प्राप्तिः, बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम्. वर्गे अस्मिन् विषये चर्चिष्यामः. तत्पश्चात् अत्रैव समाधानं लेखिष्यति. इदानीम् अन्ति इत्यस्य प्रत्ययसिद्धिः. अन्ति कथम् आगच्छति? इदानीमत्र शक्नुवन्ति इति अस्ति, अन्ति कथं भवति इति पश्येम. अत्र अनुषया पठित पठ भगिनी पठितुं शक्यते वा अन्ति इति? अन्ति इत्यस्य प्रत्ययसिद्धिः परस्मैपदीधातूनां मूलप्रत्ययं प्रत्ययाः टिप्तस् जि टिप्तस्थ निप् वस्मस् झोन्तः सप्तमाध्याये प्रथमपादे तृतीयसूत्रेण सूत्रस्य झकारः अवयवस्य स्थाने अन्तादेशः भवति. झ षष्ट्यन्तम् अन्तप्रथमान्तं विपदविधं सूत्रं झकारे अन्त अवयवे च अकारः संयोजितः उच्चारणार्थम् अकारः उच्चारणार्थमेव अस्ति. आयनेयीयः फटखटघां प्रत्यादीनां सप्तमाध्याये प्रथमपादे द्वितीयसूत्रस्य सूत्रात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य षष्ठमाध्याये चतुर्थपादे प्रथमसूत्रस्य अधिकारः अनुरक्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः अत्र पश्यतु अन्ति इति पदं कथम् आगच्छति इति अत्र मूलप्रत्ययं तु तिप्तस् जि सिप्तस्थ मिपुवस्मस् एव अस्ति अत्र जि इति प्रत्ययम् अस्ति कुत्र भवति प्रथमपुरुष बहुवचने आम् बहुवचने अत्र जि स्थाने अत्र कथं पश्यामः चेत् अनुपूर्विकीं पृथक्करणं कथं भवति अनिल् महोदय जि इत्यस्य जकार योग इकार उत्तमम् अत्र इदानीम् अत्र जकारस्य स्थाने एव अन्त् आदेशः भवति मनसि स्थापयतु जकारस्य स्थाने एव अन्त आदेशः भवति अनन्तरम् अत्र ति तिष्ठति खलु योजनेन किं भवति इदानीम् अन्त योग इ अन्ति अन्ति तावदेव अन्ति अत्र अनुसय अवगच्छति वा किञ्चित् क्लेशः अस्ति वा अनसूया अस्ति वा भगिनि अत्र पश्यतु जि जकार योगः योजनेन अन्ति इति भवति इदानीं शक्नुवन्ति इति सुलभतया वक्तुं शक्यते एव परन्तु अन्यकार्यमपि अस्ति किमर्थम् अत्र अन्तिस्थाने वकारः श्रूयते अनन्तरम् अत्र शक्नु इति अस्ति चिन्ता मास्तु अनन्तरम् अन्ति एव शक्नु अन्ति एव आगन्तव्यं किमर्थम् अत्र वकारः एतद् विषये किम् अन्यसूत्रमपि आय आगच्छति इदानीमत्र आयनेनीय पडगच्छगां प्रत्ययादीनाम् अत्र इदानीं मास्तु अत्र आयनेयिनीय अत्र पड ख च गाम् एतत् क्रमेण परिवर्तनं भवति इदानीमत्र जि ज्योन्तः इति यत्र परिवर्तनं भवति आदेशः भवति तादृशमेव अत्र आयनेनीय पडकच्छगां प्रत्ययादीनाम् इति आगच्छति एतत् अग्रे पश्येम इदानीमत्र जि इत्यस्य इदानीम् अनिल् महोदयेन उक्तं जकार योगः इकार इदानीं ज्योन्तः झ स्थाने एव अत्र अन्त आदेशः भवति अनन्तरम् इ मेलनेन अन्ति इति भवति अन्तिमरूपं निष्पन्नम् इदानीमत्र अङ्गव्युत्पत्तिः कथं भवति इति पश्येम अत्र अनिल् महोदय पठतु अङ्गव्युत्पत्तिः स्वादिगणे विकरणप्रत्ययः स्नुः स्नु स्वादिभ्यः स्नुः लसकोत्तद्दिते इत्यनेन शकारस्य इति संज्ञा तस्य लोपः इत्यनेन लोपः नु इति अवशिष्यते सक् योग नु सक्नु सक्नु योग अन्ति सक्नुवन्ति चि योग नु चिनु चिनु योग अन्ति चिनुवन्ति तनादिगणे तनादिक्रिभ्य उः इति सूत्रेण उविकरणप्रत्यय विहितः भवति कुरु योग अन्ति कुर्वन्ति क्रि धातोः अङ्गद्वयं पित्सु प्रत्ययेषु क्रियोग उ सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः कर्योग उ करु इति अङ्गम् अपित्सु प्रत्ययेषु अत् उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे कुरु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः तु करु कुरु इति अङ्गम् अन्ति जि अपित् अस्ति अतः अङ्गम् अत्र कुरु तर्हि कुरु योग अन्ति कुर्वन्ति अत् उत्सर्वधातुः उप्रत्ययान्त कृत् धातोः ह्रस्व अकारस्य स्थाने उकारादेशो भवति किति निति सार्वधातुप्रत्यये परे अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम् उतस्य प्रत्ययाद् संयोगपूर्वात् इत्यस्मात् उतः प्रत्ययात् चेत्यन्नयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः उप्रत्ययान्तस्य अङ्गस्य नित्यं करोतेः इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः गम् हन जन खन ह्रां लोपः नित्यनङि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् मिति सार्वधातुके उत्तमम् अत्र अङ्गव्युत्पत्तिः कथं प्रक्रिया आगच्छति इति पश्येम स्वादिगणे एव एतत् विकरणप्रत्ययं स्नु अस्ति स्वादिगणे स्वादिगणे इति गणविषये सति भवन्ति किं महोदय स्वादिगणे अस्ति खलु गणः कति क्रमेण आगच्छति चेत् अत्र सङ्ख्या किम् ओ ओके स्वादिष्टि अन्य कोऽपि भुवादिगणः प्रथमः किम् भुवादिगणः प्रथमगणः अदादिगणः द्वितीयगणः जुहोत्यादिगणः तृतीयगणः जिवादिगणः चतुर्थगणः स्वादिगणः पञ्चमगणः एतत् मनसि स्थापनीयमेव यत्र यत्र समयः भवति अत्र यात्रायां गच्छेम खलु तत्समये एतत् सर्वाणि वयं स्वीकर्तव्यम् अत्र एतत् पठितव्यं मम कृते यात्रायाम् एव बहवः विषयाः अचलत् मम समीपे करपत्रम् अस्ति एव किञ्चित् यत् मनसि न तिष्ठति अहं प्रिण्ट् औट् करोमि एतत् मम समीपे हेण्ड् बेग् मध्ये स्थापयामि अनन्तरं पठामि एव तदेव मम चिन्तनं गत पञ्चवर्षाणि चलन्ति एव इदानीमत्र पञ्चमगणः एव स्वादिगणः मनसि स्थापनीयम् एतत् अत्र स्वादिभ्यः स्नुः इति अस्ति सूत्रम् स्वादिभ्यः स्नुः अत्र शकरः अस्ति स्नु इति लशक्व अतद्धिते इत्यनेन लशक्व इति स्वीकुर्मः चेत् अत्र वर्णाः कति सन्ति सकारः कति वर्णाः आहत्य कति आहत्य कति वर्णाः सन्ति लशक्व अतद्धिते इति इत्यस्य सप्तवर्णाः उत्तमं सप्तवर्णाः ल एकं चा एकम् अनन्तरं फकारः कु चु टु तूपु इति वक्तुं शक्यते चेत् कु मध्ये अत्र पञ्चवर्णाः सन्ति अतः एव अत्र सुलभतया वक्तुम् इच्छति चेत् कुचुटु तुपु इति वक्तव्यं सर्वत्र अत्र उकारः उकारः श्रूयते खलु तत् उकारः तु इत् भवति अतः उत् इदित् उदित् इति भवति मनसि स्थापनीयम् अनन्तरं कुत्रापि लेखनीयमेव एतत् विषये लेखनीयमेव इदानीं लशको तद्धिते इत्यनेन शकारस्य लोपः भवति इत्यनेन शकारस्य इत् संज्ञा तस्य लोपः इत्यनेन लोपः भवति अनन्तरं नु एव तिष्ठति इदानीं शक् योगः नु योगः शक्नु इतः पर्यन्तम् अङ्गकार्यं किमपि अत्र इतोपि इतोपि अत्र अङ्गकार्यं किमपि किं क्लेशः नास्ति एव इदानीं शक्नु योगः अन्ति अस्ति अत्र एव प्रश्नः उदेति शक्नो योगः अन्ति शक्नो अन्ति एव खलु किमर्थम् अत्र वन्ति इति तत्र दत्तम् अत्र एतत् प्रासङ्गिकः अत्र दत्तं खलु अन्यसूत्रमपि अस्ति प्रासङ्गिक प्रासङ्गिक प्रासङ्गिक इति अत्र बलाबलविषये इतोपि अनन्तरं चिन्तनमस्ति एव चियोगः नु चिनु इति भवति अत्रापि चिनु योगः अन्ति किमर्थम् अत्र वकारः श्रूयते चिन्वन्ति इति अनन्तरम् अत्र एकस्मिन् पक्षे शक्नु एकस्मिन् एकस्मिन् पक्षे अत्र शक्नु इति नु पूर्णतया उक्तवन्तः, परन्तु चिनुवन्ति इति स्थाने चिन् एव तिष्ठवन्तः. किमर्थम् अत्र कार्यमस्ति, सूत्रमपि अस्ति, पश्येम. एतत् जस्ट् लैक् मैक्स्, बहवः सूत्राणि सन्ति एव. मम कृते एतत् विषये एव बहु इच्छा अस्मि, एतत् इच्छामि एतत् विषये. ओ, एतत् सूत्रं किमर्थम् आगच्छति? भू इति अस्ति, परन्तु भवति इति किमर्थम् आगच्छति? ओ, भू इति दीर्घ ऊकारस्य स्थाने ओकारः भवति. केन सूत्रेण? सार्वधातुक आर्धधातुकयोः इत्यनेन. अनन्तरम् अत्र भो इति भवति. ओकारस्य स्थाने किमर्थम् अत्र अवादेशः भवति? एतत् इच्छा अस्ति खलु ज्ञातुं किमर्थम् अत्र भवति इति. अतः एव मम इच्छा बहु संस्कृते अस्ति. अत्र किम् अस्तु, इदानीम् अत्र श्रोतुं शक्यते खलु? आम् महोदय. अस्तु, इदानीम् अत्र चिनु योगः अन्ति, अत्र चिन्वन्ति इति भवति. चिनु उकारः कुत्र गच्छति? अत्र अपि अग्रे किं सूत्रमागत्य कार्यं करोतु. इदानीं तनादिगणे, गणः सङ्ख्या किम्? किमर्थं चेत् अत्र तुदादिगणी अपि आगच्छति खलु? अत्र क्लेशः भवति एव. अतः एव मम इच्छा अस्ति अत्र एतत् मनसि स्थापनीयम्. इदानीं तनादिगणे तनादिकुरुङ्गिभ्यः उः इति सूत्रमस्ति. इति सूत्रेण ऊ विकर्णप्रत्ययः विहितः भवति, ऊ विकर्णप्रत्ययः भवति. इदानीं पश्येम कुरुयोगः अन्ति, कुर्वन्ति इति भवति. कुरु धातोः अङ्गद्वयं भवति. अत्र पित्सु अपित्सु इति भवति. अत्र शान्ता पठितुं शक्यते वा अत्र? शान्ता अस्ति वा? अस्तु, अनिल् महोदय पठतु. आं महोदय. पित्सु प्रत्ययेषु क्रियोग उ सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः करियोग उ करु इति अङ्गम्. अपित्सु प्रत्ययेषु अत् उत्सार्वधातुके अत सु उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः. कुरु इति अङ्गम्. अत्र पित्सु प्रत्ययेषु क्रु इति अस्ति, एतदेव धातु. अनन्तरम् अत्र क्रु इति अस्ति चेत् अत्र गुणः भवति. केन सूत्रेण? सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. अतः क्रूस्थाने कर् भवति. कर् योगः ऊ किमर्थम् आगच्छति? तणादि कृङ्भ्यः उः इति सूत्रेण एव उः आगच्छति. अतः तत्र एतत् कर् योगः ऊ करु इति भवति. एतत् पित्सु, पित्सु इत्युक्ते किं जानाति वा? कोऽपि वक्तुं शक्यते वा? अनुसूया भगिनी. पित्सु इत्युक्ते पकार अस्ति तत्र न. पित् इत्युक्ते किम्? अपित् इत्युक्ते किं? मया बहुवारम् उक्तमेव, अन्य कोऽपि वक्तुं शक्यते वा? वदतु. पित् इत्युक्ते पकारस्य इत्संज्ञा. अपित् इत्युक्ते पकारस्य इत्संज्ञा नास्ति. एतदेव मया उक्तं वा? शान्ता अस्ति वा? अस्तु, पित् इत्युक्ते गुणकार्यं भवति, अपित् इत्युक्ते गुणकार्यं निषेधं भवति. मनसि स्थापयतु. बहु उत्तमविषयम् एतत्तु. पित् अस्ति चेत् गुणकार्यं भवति, अपित् इत्युक्ते गुणकार्यं न भवति एव. इदानीम् अत्र अपित्सु प्रत्ययेषु उत अत सार्वधातुके अत उत् सार्वधातुके अत एव अत् नास्ति अत्र अनिल् महोदय सावधानतया पठितव्यम् अत उत् सार्वधातुके क्षमीकृतवान् एव परन्तु मनसि स्थापयतु अत उत् सार्वधातुके इत्यनेन अपित् प्रति परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारः अतः एव अत्र करु योः करु इति अङ्गं भवति पित्सु सार्वधातुक अर्धधातुकयोः इत्यनेन एव करु भवति परन्तु अपित् गुणकार्यं नास्ति अतः एव सिद्धरूपेण एकः सूत्रमस्ति किं सूत्रम् एकं सूत्रमस्ति अत उत्सार्वधातुके इत्यनेन एव अत्र अङ्गस्य अकारस्य स्थाने उकारादेशः भवति एतत् मनसि स्थापनीयं बहु बहु मुख्यविषयम् अस्ति अपितु अपि करु भवति पित् अपि करु भवति परन्तु अपित् गुणनिषेधः भवति पित् गुणकार्यं भवति अत्र करु इति अपित् प्रत्ययम् अस्ति चेत् किमर्थम् अत्र करु इति भवति अत उत्सार्वधातुके इत्यनेनैव अत्र गुणकार्यं भवति अत्र द्वयोः अपि किमर्थं पित्सु अपित्सु द्वयोः अपि किमर्थम् अत्र कार्यं भवति अग्रे आगच्छति पश्यतु अस्तु इदानीम् अत्र अनुसूया भगिनी अस्ति वा अनुसूया भगिनी अग्रे पठतु अन्ति जी अपित् अस्ति अतः अङ्गम् अत्र कुरु तर्हि कुरु अधिक अन्ति कुर्वन्ति इति भवति अग्रे पठतु अत उत्सार्वधातुके सप्तमाध्याये चतुर्थपादे दशाधिकशतं सूत्रस्य उत्प्रत्ययान्तकृधातोः स्वकारस्य स्थाने उकारादेशो भवति किमिति सार्वधातुकप्रत्यये परे अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम् उतश्च प्रत्ययादसंयोगपूर्वात् षष्ठमाध्याये प्रथम चतुर्थपादे षडाधिक शतक इत्यस्मात् उतः प्रत्ययात् चेत्यनयोः अनुरत्तिः उतः प्रत्ययात् चेत् अनयोः अनुरत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य येन विधिस्तदन्तस्य प्रथमाध्याये प्रथमपादे सप्ततितमसूत्रेण तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः उप्रत्ययान्तस्य अङ्गस्य नित्यं करोति षष्ठमाध्याये चतुर्थपादे अष्टाधिकशतकस्मात् करोतेः इत्यस्य अनुवृत्तिः गमहनजन घनधसघसां लोपः नित्य नञ् षष्ठमाध्याये चतुर्थपादे अष्टनवतितम सूत्रेण किणिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्य षष्ठमाध्याये चतुर्थपादे प्रथमाध्यस्य प्रथमसूत्रस्य अधिकारः अनुवृत्तिसहितसूत्रं करोतेः उत्प्रत्ययान्तस्य अङ्गस्य अतः उत् किमिति सार्वधातुके उत्तमम् इदानीं पश्यतु अत्र इदानीमेव दृष्टवन्तः अत उत् सार्वधातुके इत्यनेन पित् अपित् अस्ति चेत् अपि अत्र अकारस्य स्थाने उकारः भवति इति वयं दृष्टवन्तः एतदेव अत्र किञ्चित् किमपि नास्ति एव उत च प्रत्ययादेषु संयोगपूर्वात् इति संयोगपूर्वं स्थितस्य वर्णस्य एव अत्र कार्यं भवति इति उत प्रत्ययात् चेत् अनयोः अनुवृत्तिः अत्र विभक्तिपरिमाणेन एव पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः येन विधि तदन्तस्य तत् अन्तस्य विधिः भवति अत्र अन्तिमवर्णस्य एव अत्र कार्यं भवति इति अतः एव आकारस्य स्थाने उकारः भवति अत उत सार्वधातुके कुत्र भवति चेत् अपित् अपित् एव अत्र कार्यं करोति अनन्तरं नित्यं करोतु करोतेः एतत् अत्र पठनार्थमेव अत्र किञ्चित् अत्र किमपि एतत् सूत्रं यत्र यत्र आगत्य कार्यं करोति तत् स्थाने वयं पश्यामः. इदानीम् अत्र गमहणजनकणगसां लोपः नित्यनङ्गि इति अपि सूत्रं कार्यं करोति. अत्र निति च इति अपि अत्र गुणनिषेधः भवति. अङ्गस्य इत्यस्य अधिकारः यत्र यत्र षष्टम अध्यायः आगच्छति तत्र किं भवति चेत् अङ्गकार्यमेव. षष्टम अध्यायं किम् अध्यायं कति सन्ति? अष्ट अध्यायाः सन्ति खलु. अत्र षष्टम अध्याये एव अत्र अङ्गकार्यं भवति. अनुवृत्तिसहितसूत्रं करोतेः ऊत् ऊ प्रत्ययान्तस्य अङ्गस्य अतः ऊत् निति सार्वधातुके इति अस्ति अत्र. इदानीमेव अत्र प्रासङ्गिकसूत्राणि भवति. शान्ता अस्ति वा? पठतु. नमस्कारः. प्रासङ्गिकसूत्राणि अत्र अस्माकं चिन्तनं भवतु. शक्नु योगः अन्ति, शक्नुवन्ति. चिनु योगः अन्ति, चिन्वन्ति. कुरु योगः अन्ति, कुर्वन्ति. येषां निष्पादनार्थम् अधस्तनेषु सूत्रेषु केषां प्रसक्तिः अपि च कस्मिन् क्रमे अत्र बलाबलस्य परिशीलनम् अपेक्षितम्. इको यनाचि इकः स्थाने यन् आदेशः स्यात् अचि परे संहितायां विषये. इकः यन् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचि परे अकः सवर्णे दीर्घः इत्यनेन यन् बाधितम्. इकः षष्ट्यन्तं, यन् प्रथमान्तम्, अचि सप्तमन्त्यम्. त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम्. उत्तमम्. अत्र पश्यतु, इदानीमेव वयं दृष्टवन्तः प्रासङ्गिकसूत्राणि किम् इति. अत्र अन्ति आगन्तव्यं, परन्तु वन्ति इति भवति, शक्नुवन्ति. पूर्णतया नु इति श्रूयते. चिन्वन्ति इति इत्यस्य चिनु नास्ति, चिन्वन्ति एव. परन्तु अत्र चिनुवन्ति अपि अस्ति. अत्र विकल्पेन रूपं द्वयं भवति भवतः. अग्रे पश्यामः एतत् विषये किम् अस्ति इति. एकस्मिन् पक्षे चिनुवन्ति, अन्यस्मिन् पक्षे चिन्वन्ति इति भवति. अग्रे पश्यामः. इदानीम् अत्र इको यनचि किं कार्यं करोति? इकः स्थाने येन आदेशः भवति सर्वे जानन्ति एव. परन्तु अत्र अकः सवर्णे दीर्घः इति स्वीकुर्मः चेत् अत्र एतत् इको यनचि बाधित्वा एव कार्यं करोति. इदानीम् अत्र पश्यतु, असवर्णे असवर्णे सवर्णदीर्घः सवर्णे इत्युक्ते अत्र असवर्णे इत्युक्ते समानवर्णः नास्ति अत्र. तत् स्थाने एव इको एनर्जि इति कार्यं करोति. इदानीम् अत्र अनिल् महोदय पठतु. अचि सुधातु भ्रूवां यवोर्यङ्गु वङ्गौ सृप्रत्यन्तङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादिप्रत्यये परे स्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्यः परिभाषा त्रयोविंशति इति परिभाषया तदन्तविधिः. अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययः स्यात् तस्मात् इत्यर्थः. युवोः इति विशेषणं धातुशब्दस्य एव यतोहि स्नुप्रत्यान्ताङ्गं भ्रूप्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अवशिष्यते यस्य कृते यवोः इति विशेषणं योग्यम् येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकार उकारः स्यात् इति अर्थः स्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः स्नुधातुभ्रुवः तेषां स्नुधातुभ्रुवाम् इश्च ऊश्च तयोः इतरेतरद्वन्द्वः यू तयोः योः इयं च उवं च तयोः इतरेतरद्वन्द्वः यङ्वङ्गौ अचि सप्तम्यन्तं स्नुधातु ब्रुवां षष्ट्यन्तं योः षष्ट्यन्तं यङ्वङ्गो प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं यवोः स्नुधातु ब्रुवाम् अङ्गानां यङ्वङ्गो अचि अत्र प्रतिपादितुं शक्यते वा अत्र अचिष्णु धातु भ्रुवाङ् युवोर् इयङ् वङ्गौ इति अस्ति इयङ् अनन्तरम् इयङ् ऊ ञकारमध्ये अस्ति अतः तत्र ऊ अङ्गौ यकार गृहे अत्र रटनं भवितव्यमेव अचिष्णु धातु भ्रुवाङ् युवोर् इयङ् वङ्गौ अचिष्णु धातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ तदेव वक्तव्यम् अत्र स्नु प्रत्ययान्त अङ्गस्य स्वादिगणस्य एव अत्र भवति स्नु चिनु शक्नु धातु अत्र शक्नु इति प्रसिद्ध पदमस्ति खलु शक्नोति वा इति अहं पृच्छामि चेत् शक्नोमि एतत् ऐ केन् डू इति वयं उक्तवन्तः खलु एतत् शक्नुवन्ति शक्नोमि इति प्रसिद्धपदमस्ति अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्तः श्रूयते व्रू इति प्रातिपदिकस्य च येषाम् इकार उकारस्य स्थाने क्रमेण इकारः अस्ति चेत् इयङ् उकारः अस्ति चेत् उवङ् किञ्चित् क्लेशः नास्ति एव अचिष्णु धातु ब्रुवाङ् युवोः इयङ् उवङ् आदेशः इयङ् इकारस्य स्थाने उवङ् उकारस्य स्थाने अतः एव शक्नुवन्ति इति भवति चिन्वन्ति इति भवति उवङ् आदेशः भवति अनन्तरम् अत्र अजादिप्रत्यये परे एव एतद् भवति एतत् निमित्तमस्ति कुत्र भवति अचिष्णु धातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ कुत्र भवति इति प्रश्नः उदेति चेत् अत्र अजादिप्रत्यये परे एव भवति अनन्तरं स्नु इति प्रसङ्गः अस्ति स्नु इति अत्र अङ्गकार्यमस्ति चेत् अत्र किं भवति प्रत्ययगृहणे तदन्ताग्राह्याः इति परिभाषा अस्ति प्रत्ययगृहणे प्रत्ययं यत्र अस्ति तत् ग्रहणसमये तद् अन्ताः एव ग्राह्याः अन्तिमवर्णस्य एव करणीयम् इति सूचयति येन विधि तदन्तस्य अपि अन्ति येन विधिः सूचयति किं सूचयति तत् अन्तस्य स्थाने एव येन विधि तदन्तस्य प्रत्ययगृहणे तदन्ता ग्राह्याः एतत् मनसि स्थापनीयं करपत्रम् अत्र विकिपीडिया मध्ये अस्ति एव अत्र उद्घाटयतु पुनरपि यत्र समयः भवति तत् समये पठतु अनन्तरं किमर्थम् अत्र परिभाषा इति तदन्तविधिः अस्ति. अङ्गस्य अन्ते स्नु प्रत्ययः भवति. अनन्तरं युवोः इति विशेषणमस्ति. अत्र धातुः शब्दस्य एव यतोहि स्नु प्रत्ययान्त अङ्गम् अस्य स्नु धातु ब्रू इति अस्ति. प्रातिपदिकं च उकारान्त एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. कुत्र नास्ति? स्नु प्रत्ययान्तम् अङ्गमस्ति, ब्रू प्रातिपदिकम् अस्ति, उकारस्य एव अत्र कार्यं करोति. अन्यत्र प्रसक्तिः नास्ति एव. तर्हि धातु इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम्. अत्र युवोः इति विशेषणं येन विधि तदन्तस्य अपि कार्यं करोति. अन्ते इकारस्य उकारस्य स्थाने इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति अर्थः अत्र. अत्र स्नु च धातुश्च ब्रूश्च तेषाम् इतरेतरद्वन्द्वः. किमर्थम् अत्र एतत् दत्तम्? एतत् समासविषये, समासविषये अस्माकं कृते अत्र आवश्यकं वा इति चिन्तनम् आगच्छति एव. अत्र स्नु च रामः च लक्ष्मणः च भरतः च रामलक्ष्मणभरताः इति आगच्छति खलु. अत्र पृथक्तया कर्तव्यमेव. यत्र पृथक्तया कर्तुं शक्यते चेत् अत्र एव ओ एतत् सर्वाणि अत्र समासाः कार्याः सन्ति वा इति, कार्याणि सन्ति वा इति मनसि आगच्छति एव. इदानीं पश्यतु अत्र स्नुश्च धातुश्च ब्रूश्च आगत्य कार्यं करोति. अत्र रामः लक्ष्मणः रामः लक्ष्मण भरताश्च इति अस्ति चेत् अत्र इतरेतरद्वन्द्वः वक्तुं शक्यते. अनन्तरं स्नु धातु ब्रुवः तेषां स्नु धातु ब्रुवां, ब्रुवामिति किं सूचयति? कोऽपि वक्तुं शक्यते वा ब्रुवाम्? अत्र षष्टि बहुवचनं. हा उत्तमं, षष्टि बहुवचनं. षष्टि यत्र भवति अत्र किं भवति? स्थानि. हा उत्तमं, स्थानि भवति. इच्छा उच्च तयोः इतरेतरद्वन्द्वः. रामः लक्ष्मणौ इति आगच्छति खलु, तदेव अत्र इच्छा उच्च इति भवति. इच्छा ई स्थाने इयङ् ऊ स्थाने उवङ्. एतत् मनसि झटिति आगन्तव्यमेव. एतत् सूत्रं स्वीकुर्मः बहु अत्र उन्नतकार्यमस्ति. मनसि स्थापनार्थम् एव एतत् आगच्छति. इदानीम् अत्र यु इतरेतरद्वन्द्वोः यूतयोः युवोः इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः इयङ् उवङ्गौ इति भवति. अनन्तरम् अपि अचि सप्तम्यन्तम्. यत्र अचि सप्तम्यन्तम् इति भवति, सप्तम्यन्तं किं सूचयति? कोऽपि वक्तुं शक्यते वा? इदानीं पञ्चमे अस्ति चेत् किमपि मनसि स्थापनार्थम् अहं किञ्चित् वदामि. मनसि स्थापयतु, पञ्चमे अस्ति चेत् परकार्यं, पञ्चमे अस्ति चेत् परकार्यं, सप्तमी अस्ति चेत् पूर्वकार्यं, तदेव मनसि स्थापनीयं. पञ्चमी अस्ति चेत् परकार्यं, पापा इति आगच्छति खलु, एतत् मनसि स्थापयतु. पञ्चमी अस्ति चेत् परकार्यं, परन्तु निमित्तं पूर्वं भवति, निमित्तं पूर्वं भवति. अनन्तरम् इदानीम् अत्र सप्तमी अत्र अचि इति स्वीकुर्मः चेत् अत्र कार्यं किं भवति? पञ्चमी इत्युक्ते परकार्यं, सप्तमी इत्युक्ते पूर्वकार्यं. तादृशं मनसि स्थापनीयमेव, पूर्वकार्यम्. अनन्तरं निमित्तं परे भवति. इदानीम् अचि इति स्वीकुर्मः चेत् अत्र अचि सप्तम्यन्तं, यत्र यत्र सप्तम्यन्तं भवति अत्र स्नु धातु ब्रुवाङ् षष्ट्यन्तम्, अत्र षष्ट्यन्तं तानि भवति. अत्र किञ्चित् परिवर्तनं भवति. अधिकरणे सप्तमी इति अत्र अस्ति अचि इति. इयङ् वङ्गो प्रथमान्तं, यत्र प्रथमान्तम् आगत्य कार्यं करोति अत्र किं किं भवति प्रथमान्तविषये? कोऽपि वक्तुं शक्यते वा? आदेशः, उत्तमम्. आदेशः भवति, नामकरणं भवति, अनन्तरम् आगमः अपि भवति. आदेशः इत्युक्ते उत्तमम्. आदेशः इत्युक्ते किम्? आगमः इत्युक्ते किम्? तत्र किञ्चित् शत्रुजनाः एकवर्णस्य स्थाने दुसर् अपरवर्णः आयाति आदेशः तत् तु शत्रुवत् भवति खलु शत्रुवत् इति भवति गृहे अस्माकं गृहे एकः अतिथिः आगत्य अस्ति चेत् गच्छतु एतत् मम गृह इति उक्तवन्तः चेत् अस्माकं कृते झटिति कोपम् आगच्छति खलु तदेव अत्र आदेशः कार्यं करोति शत्रुवत् अहमहत्तु आगच्छति अहम् अत्र अड्जस्ट् करोमि भवतः गृहे अहमत्र स्थापयामि अनन्तरं गच्छामि इति तादृशमेव अत्र आगमकविषये आगच्छति एतदेव मनसि झटिति किञ्चित् बन्धुजनाः अनन्तरम् इयङ् इत्युक्ते इय इ इत्युक्ते इयङ् उ इत्युक्ते उवङ् अतः एव अत्र अचिष्णुधातु ब्रुवाङ् इवोर् इयङ् उवङ्गौ इति तदेव पञ्चमे अस्ति चेत् परकार्यम् अनन्तरं पूर्वनिमित्तं भवति सप्तमी इत्युक्ते अत्र पञ्चमी पर इङ्ग्लिश् सप्तमी पूर्वं तादृशं भवति किञ्चित् स्थापनीयमेव इदानीम् अनुवृत्तिसहितसूत्रं किं योः स्नु धातु ब्रुवाङ् अङ्गाणाम् इयङ् उवङ्गौ अचि अचि परतः अचिवर्णः परतः अस्ति चेत् अजन्तप्रत्ययं परे अस्ति चेत् एतत् कार्यं भवति इति वयं पूर्वमेव अज आदेशः कुत्र भवति अजादिप्रत्यये परे एव अत्र हलन्तधातुः हलन्तमस्ति चेत् अत्र अन्यसूत्रमपि अस्ति एतत् अग्रे आगच्छति एव अग्रे अस्ति एव इदानीम् अत्र अनुसूय भगिनी पठितुं शक्यते वा पठतु उष्णुवोः सार्वधातुके षष्ठम् अध्याये चतुर्थपादे अष्टसप्ततितमसूत्रेण ह्यूधातुः च अनेकाच् श्नुप्रत्यान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने एण् आदेशः भवति अजादिसार्वधातुकप्रत्यये परे अनन्तरतमः प्रथमाध्याये प्रथमपादे पञ्चाशीति इत्यनेन उकारस्य स्थाने एण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः येन विधिस्तदन्तस्य प्रथमाध्याये प्रथमपादे द्विसप्ततितम इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अनन्तस्य प्रथमाध्याये प्रथमपादे पञ्चाशीति इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः यस्मिन् विधिः तदात् अवर्ण्यग्रहणे आवल्यग्रहणे शुद्धं वा प्रथमाध्याये प्रथमपादे द्विसप्ततितमवार्तिकम् इत्यनेन अचि इत्युक्ते अजादिप्रत्यये वृष्णुश्च हुश्च श्नुश्च तयो प्रीतिरेतरद्वन्द्वः वृष्णयोः तयोः वृष्णुवोः न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुभिः तस्य असंयोगपूर्वस्य वृष्णोः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम् अचिक्षुधातु भगवां योरि येणुवाणौ सप्त षष्ठमाध्याये चतुर्थपादे सप्तसप्ततितम् इत्यस्मात् अति इत्यस्य अनुवृत्तिः इडो इडोयण् षष्ठमाध्याये चतुर्थपादे द्विसप्ततितम इत्यस्मात् एण् इत्यस्य अनुवृत्तिः एरनेकाचो संयोगपूर्वस्य षष्ठमध्याये चतुर्थपादे द्विसप्ततितम इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः ओः सुपि षष्ठमाध्याये चतुर्थपादे त्रिसप्ततितमसूत्रे इत्यस्मात् ओः इत्यस्य अनुवृत्तिः अङ्गस्य षष्ठमाध्याये चतुर्थपादे प्रथम सूत्रस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाच् विष्णोः असंयोगपूर्वस्य यो ओः अङ्गस्य एण्णे अचि सार्वधातुके. उत्तमम्. अत्र पश्यतु, इदानीमेव मया उक्तम् उष्णोः सार्वधातुके इति सूत्रमस्ति. हू इति धातुः च अनेकाच् अस्ति. अनेकाच् एकाच् इत्युक्ते किम्? एकः एव अचिवर्णः एकाच्. अनेक अचिवर्णः अस्ति चेत् अनेकाच्. किञ्चित् अत्र क्लेशः नास्ति एव. मनसि अत्र संशयः न वक्तुम् उदना किम् अस्ति उदेति चेत् अत्र त्यजतु. हू इत्युक्ते अत्र अनेकाच् अस्ति. हकारः उकारः मिलित्वा एव हू इति अस्ति. अतः तत्र अनेकाच् स्नुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य संयोगं कि इत्युक्ते असंयोगम्. अत्र संयोगः भवति. हू इति संयोगः भवति खलु. संयोगः अस्ति वा नास्ति वा? अन्यवर्णः अपि एतत् विषये अस्ति. एतदेव हू इति अस्ति. अतः तत्र संयोगः. अत्र चि इति अस्ति. अत्र चि इति अस्ति चेत् अत्र संयोगः अस्ति वा? अन्यवर्णः अस्ति वा? आम् अस्ति. चकार ईकारमेलनेन चि इति भवति. अत्र अकारः तिष्ठति चेत् अत्र अकारः संयोगः अस्ति वा? एकः एव अचिवर्णः, संयोगः नास्ति, असंयोगः. यत्र मिलित्वा आगच्छति संयोगः. अत्र मेलनं नास्ति चेत् असंयोगः. अङ्गात् उकारस्य स्थाने यन आदेशः भवति. यत्र अङ्गस्य असंयोगपूर्वस्य संयोगः नास्ति, वर्णं मिलित्वा नास्ति, तत् स्थाने असंयोगपूर्वस्य अङ्ग अन्तस्य उकारस्य स्थाने उकारः भवति चेत् अत्र यनादेशः. अत्र अतः एव चिनु इति अस्ति. अत्र उकारः श्रूयते. तत् स्थाने उकारस्य स्थाने यनादेशः य व र ल. अत्र य व र ल इति अस्य यकारस्य स्थाने किं भवति? इकारः भवति. उकारस्य स्थाने किं भवति? उत्तमम्. अतः एव चिन्वन्ति, शक्नुवन्ति इति तदेव भवति. इदानीं यन् आदेशः भवति अजादि सार्वधातुके प्रत्यये परे स्थानेन्तरतमः इति अपि अस्ति. यत्र यत्र क्रमेण आगच्छति स्थानेन्तरतमः अकूहविसर्जनीयाणां कण्ठः तदेव. उकारस्य स्थाने यनादेशः प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः येन विधि तदन्तस्य अत्रापि भवति. येन तत्र तत् अन्तस्य एव कार्यं करोति. अतः येन विधि तदन्तस्य झटिति अत्र कार्यम् आगत्य तिष्ठति एव. तादृशमङ्गलम् अस्य अन्ते उकारः अस्ति चेत् अत्र अलोन्तस्य अपि कार्यं करोति. एतत् बन्धुजनाः इव झटिति झटिति आगत्य कार्यं करोति. यत्र येन विधि तदन्तस्य अलोन्तस्य अनेकाचित् सर्वस्य तादृशम् अत्र झटिति आगत्य कार्यं करोति. एतत् बन्धुजनाः इव रामः इत्यस्य ससजुषोरुः करवसानयोर्विसर्जनीयः. अत्र एतत् क्रमेण आगच्छति. यत्र यत्र ससजुषोरुः आगत्य कार्यमस्ति चेत् अत्र अन्यविषये विशेषणसूत्रमस्ति. भो भगो यगो अपूर्वस्य अप् एतत् सूत्रं यकार आदेशः भवति. अनन्तरम् अत्र किञ्चित् परिवर्तनं भवति एव. हली च इत्यनेन ओकार आदेशः भवति. अशि च अस्तु. इदानीम् अत्र पश्यतु अलोन्तस्य अनन्तरं येन विधिः तदन्तस्य. विधिः अस्ति चेत् अत्र अन्तिमवर्णस्य एव कार्यं भवति इति. अलोन्तस्य अल् अन्त्यस्य एव कार्यं भवति इति तत्र दत्तम्. अत्र एतत् सूत्रं क्रमेण आगच्छति. यस्मिन् विधि तदादौ अल् ग्रहणे इति वार्तिकमस्ति अत्र. यस्मिन् विधिः तत् आदौ अल् ग्रहणे आदौ ग्रहणं भवति इति. इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये परे पुच्छ स्नुच तयोः इतरेतरद्वन्द्वौ. अतः एव उष्णुवौ इति भवति. उष्णुवौ किमर्थम् अत्र उष्णु ओः इति अस्ति, एतत् षष्ठी न तु सप्तमी रामयोः इति भवति, तद् तदेव अत्र उष्णु ओः इति भवति. अत्र हू अस्ति, अनन्तरम् अत्र किं भवति स्नुश्च, उः अस्ति स्नु अस्ति, अतः उश्च स्नु च, रामः च लक्ष्मणश्च, तदेव अत्र मनसि स्थापनीयम्. अत्र यत्र तद् तदेव भवति, तादृशं भवति. अत्र तयोः इतरेतरद्वन्द्वः, इतरेतरद्वन्द्वः भवति उष्णुवौ तयोः उष्णुवोः, अतः तत्र उष्णुवोः इति भवति. अत्र न विद्यते पूर्वः संयोगः, यस्मात् सः अचयोः पूर्वः, न विद्यते पूर्वः संयोगः नास्ति. संयोगः इत्युक्ते किम्? अत्र वर्णद्वयमस्ति, त्रीणि भव त्रीणि अपि भवितुमर्हति. अत्र संयोगः, यत्र संयोगः नास्ति वर्णः एकः एव तिष्ठति, अत्र असंयोगः इति भवति. असंयोगपूर्वः बहुवीतिः इति भवति, तस्य असंयोगपूर्वस्य अन्यपदमेव सूचयति खलु. असंयोगपूर्वस्य न विद्यते यस्य सः, पूर्वम् अत्र नास्ति एव, अतः एव अत्र बहुवीर्य आगत्य कार्यं करोति. उष्णुवोः इत्युक्ते षष्ठी अन्तम्. सार्वधातुके इत्युक्ते के, सार्वधातु के इति अस्ति, कार्यं सप्तमी अन्तम्, अधिकरणे सप्तमी. अत्र अनन्तरं द्विपदमिदमेव सूत्रम्. अचिष्णुधातु ब्रुवाङ् युवर् इयङ् वङ्गौ, एतत् कण्ठस्य करणमेव. यत्र यत्र सूत्रं बहु क्लिष्टकरमस्ति, अत्र एतत् विषये कण्ठस्थीकरणमेव. इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अचि इत्युक्ते सप्तमी, सप्तमीस्थाने अत्र परिवर्तनम्. अचि परतः अस्ति चेत् एव, अचि वर्णः परे अस्ति चेत्, सर्वे स्वरः एव अचिवर्णः खलु, अचिवर्णः परे अस्ति चेत् एव अत्र कार्यं करोति. अत्र इनो यन् इत्यपि यन् आदेशः भवति, इनो न, एक इ ऊरु लु अस्ति चेत् अत्र इ क्रमेण यन् आदेशः, एकः स्थाने यन् आदेशः. अनन्तरम् इत्यस्मात् यन् इत्यस्य अनुवृत्तिसहितं सूत्रम्. एरणकाचु असंयोगपूर्वस्य, इत्यस्मात् अनेकाचः, एरणकाच् एरेणे काचु असंयोग, असंयोग संयोगः नास्ति, असंयोगपूर्वस्य एव एतत् सूत्रम् आगत्य कार्यं करोति. असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः. ओः सुपि अपि अस्ति अत्र, इत्यस्मात् ओः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारम्, यत्र यत्र षष्टम अध्यायम् आगत्य कार्यं करोति तत् मनसि स्थापयतु. षष्टम अध्यायं सर्वदा अङ्गकार्यविषये एव भवति. अनन्तरम् अनिवृत्तिसहितसूत्रम्. अनेकाचः उष्णुः असंयोगपूर्वस्य ओः अङ्गस्य यन् अचि सार्वधातुके इति अनुवृत्तिसहितसूत्रं. किञ्चित् सूत्रं किं भवति, पूर्णतया आगच्छति, अतः तत्र अनुवृत्तिसहितसूत्रं नास्ति. अनुवृत्तिसहितसूत्रं कुत्र भवति चेत् अग्रे इतोपि कार्यं भवति इति सूचनार्थम् एव अनुवृत्तिसहितसूत्रं कार्यं करोति. इदानीम् अत्र सार्वधातुक अर्धधातुकयोः इति प्रसिद्धसूत्रमस्ति, एतदपि वयं स्वीकुर्मः. अञ्जना अस्ति वा, पठितुं शक्यते वा? अञ्जना अद्य अत्र रात्रौ खलु किमपि अत्र निद्राम् आगच्छति वा? अञ्जना अस्ति वा, निद्रां करोति वा? शान्त पठतु. सार्वधातुकार्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च अर्धधातुकञ्च तयोर् इतरेतरद्वन्द्वः सार्वधातुकार्धधातुके तयोः सार्वधातुकयोर्धातुकयोः सार्वधातुकार्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्. निदे गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्ति, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धिः इत्येनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् स्थानी न उक्तम् येन विधि तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम् किन्तु तादृशम् अङ्गम् यस्य अन्ते इकः इक् अलोन्तस्य इत्येन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्थधातुकयोः अत्र एतदपि बहु प्रसिद्धसूत्रमस्ति सार्वधातुक अर्धधातुक इत्यस्य कार्यं गुणः इत्यस्य प्रसक्तिः भवति गुणः इति भवति अत्र सार्वधातुके तयोः सार्वधातुक अर्धधातुकयोः इति अत्र भवति सार्वधातुकच्च अर्धधातुकच्च तत्र अपि तयोः इतरेतरं भवति अनन्तरं भिदेर्गुणः अपि मिद् यत्र अस्ति अत्र मिकारस्य स्थाने मेद्यति इति भवति मिद् इति पदमस्ति धातुपदम् अत्र इकारस्य स्थाने एकारः भूत्वा मेद्यति इति मिदेर्गुणः इति सूत्रं भवति तत्र अपि गुणः अनुवृत्तिसहितसूत्रम् अङ्गस्य इत्यस्य अधिकारः इत्युक्ते अत्र अध्यायं षष्ठमाध्यायमेव अङ्गस्य सर्वदा कार्यं करोति इको गुणवृद्धि इको गुणः इक् स्थाने गुणः वा वृद्धिः वा भवति इति एतत् इको गुणः वृद्धिः सूचयति इकः स्थानि भवति यत्र स्थानि न उक्तं यत्र स्थानि न उक्तं तत् समये एव इकः गुणवृद्धि आगत्य परिभाषासूत्रम् आगत्य कार्यं करोति स्थानि न उक्तं यत्र स्थानि न उक्तं कथम् अत्र परिवर्तनं भविष्यति अत्र एव इकः स्थाने एव कार्यं करोति इति परिभाषासूत्रम् आगत्य कार्यं करोति अत्र अपि येन विधि तदन्तस्य अनन्तरम् अलोन्तस्य एतत् सर्व आगत्य कार्यं करोति अनन्तरम् अनिवृत्तिसहितसूत्रम् एकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति अनन्तरम् अत्र तिंश्चित् सार्वधातुकमस्ति सार्वधातुकम् अपित् अपित् अस्ति चेत् तत्र गुणनिषेधकः भवति क्निति च इत्यनेन एतत् अग्रे पश्यामः इतोपि किञ्चिदेव भवति अस्तु अग्रिमवर्गे अत्र अन्ते स्वीकुर्मः अत्र अनुसूयभगिनी अस्ति वा अन्तिमश्लोकं वदतु ॐ सहना भवतु सहना भवतु सहनौ भुनस्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः इदानीं वाक्यकारमपि वदनीयं वा न न न न हरिः ॐ श्रीगुरुभ्यो नमः श्रीगुरुभ्यो नमः समये आगच्छतु वर्गाय कृपया समये आगच्छतु अहमपि मया कृते अपि अस्वस्था अस्ति निद्रामपि आगच्छति अनन्तरम् अन्यकार्यमपि अस्ति अतः मम समय कृपया समये सर्वे आगच्छन्तु धन्यवादः धन्यवादः।